पद्मपुराणं खण्डं 1 सृष्टिखण्डम् अध्यायं 24 ब्रह्मोवाच भगवन्पुरुषस्येह स्त्रियाश्च वरदायकम् शोकव्याधिभयं दुःखं न भवेद्येन तद्वद शङ्कर उवाच श्रावणस्य द्वितीयायां कृष्णायां मधुसूदनः क्षीरार्णवे सपत्नीकः सदा वसति केशवः तस्यां सम्पूज्य गोविन्दं सर्वान् कामानवाप्नुयात् गोभूहिरण्यदानादि सप्तकल्पशदानुकम् आवाहनादिकां पूजां पूर्ववत्परिकल्पयेद अशून्यशयना नाम द्वितीयासौ प्रकीर्तिता तस्यां सम्पूजयेद्विष्णुमेभिर्मन्त्रैर्विधानदः श्रीवत्सधारिन् श्रीकान्तश्रीपते श्रीधराव्यय गार्हस्थ्यं मा प्रणाशं मे यादुधर्मार्थकामदम् अग्नयो मा प्रणश्यं तु देवता पुरुषोत्तम पितरो मा प्रणश्यं तु मम दाम्पत्यभेदतः लक्ष्म्या वियुज्यते देवो न कदाचिद्यथा हरिः तथा कलत्र सम्बन्धो देवमामे वियुज्यतां लक्ष्म्या न शून्यं वरद यथा ते शयनं सदा शय्या ममाप्यशून्यस्तु तथैव मधुसूदन गीतवादित्रनिर्घोषान् देवदेवस्य कारयेद् खण्डा भवेदशक्रस्य सर्ववाद्यमयो यतः एवं सम्पूज्य गोविन्दमश्नीयात्तैल वर्जितं नक्तमक्षारलवणं यावत्तु स्याच्चतुष्टयं ततः प्रभाते संजाते लक्ष्मीपदिसमन्विताम् दीपान्नभाजनैर्युक्तां शय्यां दद्याद्विलक्षणां पादुकोपानहच्छत्र चामरासनसंयुधाम् अभीष्टोपस्करैर्युक्तां शुक्लपुष्पाम्बरावृताम् अव्यङ्गाय च विप्राय वैष्णवाय कुटुम्बिने दातव्या वेदविदुषे न वन्ध्यापतये क्वचिद् तत्रोपवेश्य दाम्पत्यमलङ्कृत्य विधानतः पत्न्यास्तु भाजनं दद्यात् भक्ष्यभोज्यसमन्वितं ब्राह्मणस्यापि सौवर्णीमुपस्करसमन्वितां प्रतिमां देवदेवस्य सोदकुम्भां निवेदयेद एवं यस्तु पुमान् कुर्यादशून्यशयनं हरेः वित्तशाढ्येन रहितो नारायणपरायणः न तस्य पत्न्या विरह कदाचिदपि जायते नारी वा विधवा ब्रह्मन् यावच्चन्द्रार्कतारकं न विरूपौ न शोकार्तौ दम्पती भवतः क्वचित् न पुत्र पशुरत्नानि क्षयं यान्ति पितामहः सप्तकल्पसहस्राणि सप्तकल्पशतानि च कुर्वन्न शून्यशयनं विष्णुलोके महीयते ब्रह्मोवाच कथमारोग्यमैश्वर्यं मधिर्धर्मस्थितिस्तदा अव्यङ्गाध परे भक्तिर्विष्णौ चापि भवेत् कथम् ईश्वर उवाच साधुब्रह्मं स्त्वया पुष्टमिदानीं कथयामि ते विरोचनस्य संवादं भार्गवस्य च धीमतः प्रह्लादस्य सुतं दृष्ट्वा द्विरष्टपरिवत्सरं तस्य रूपमिदं ब्रह्मन् सोऽह सद्भृगुनन्दनः साधु साधु महाबाहो विरोचन शिवं तव तत्तथा हसितं तस्य पप्रच्छ सुरसूदनः ब्रह्मन् किमर्थमेदत्ते हास्यं वै मामकं कृतं साधु साध्विधि मामेव मुक्तवांस्त्वं वदस्व मे तमेवं वादिनं युक्तमुवाच वदतां वरः विस्मयात् व्रतमाहात्म्याध्यास्यमेतत्कृतं मया पुरा दक्षविनाशाय कुपितस्य त्रिशूलिनः अपतद्भिमवक्त्रस्य स्वेदबिन्दुर्ललाडजः भित्त्वा स सप्तपादालानदः सप्तसागरान् अनेकवक्त्रनयनोज्ज्वलज्ज्वलनभीषणः वीरभद्रयुधि ख्यातकरपादायुधैर्युधः कृत्वा स यज्ञमधनं पुनर्भूतस्य सम्प्लवः त्रिजगद्दहनाद्भूय शिवेन विनिवारितः कृतं त्वया वीरभद्र दक्षयज्ञविनाशनम् इदानीमलमेतेन लोकदाहेन कर्मणा शान्तिप्रदाना सर्वेषां ग्रहणां प्रथमो भव प्रकृष्टाभिजना पूजां करिष्यन्ति कृतात्मनः अङ्गारक इति ख्यातिं गमिष्यसि धरात्मज देवलोके द्वितीयं च तव रूपं भविष्यति ये च त्वां पूजयिष्यन्ति चतुर्थ्यां तु दिने नराः रूपमारोग्यमैश्वर्यं तेष्वनन्दं भविष्यति एवमुक्तस्ततशान्तिमगमत्कामरूपधृक स जातस्तत्क्षणाद्राजन्ग्रहत्वमगमत् पुनः स कदाचित् भवांस्तस्य पूजार्हाधिकमुत्तमं दृष्टवान् क्रियमाणं च शूद्रणत्वं व्यवस्थितः तेन त्वं रूपवान् जातो सुरशत्रुकुलाश्यनिः विविधा च रुचिर्जाता यस्मात्तव विदूरगा विरोचन इति प्राहुस्तस्मात् त्वां देवदानवाः शूद्रेण क्रियमाणस्य व्रतस्य तव दर्शनाद ईदृशीरूपसम्पत्तिरिति विस्मितवानहं साधु साध्विधि तेनोक्तमहो माहात्म्यमुत्तमं पश्यतोऽपि भवेद्रूपमैश्वर्यं किमु कुर्वतः यस्माच्च भक्त्या धरणीसुधस्य विनिन्द्यमानेन गवादिदानम् आलोकितं तेन सुरारिगर्भे सम्भूदिरेषा तव दैत्यजाता अथ तद्वचनं श्रुत्वा भार्गवस्य महात्मनः प्रह्लादनन्दनो वीर पुनः पप्रच्छ भार्गवं विरोचन उवाच भगवांस्तद्व्रतं सम्यक् श्रोतुमिच्छामि तत्त्वतः दीयमानं तु यद्दानं मया दृष्टं भवान्तरे माहात्म्यं च विधिं तस्य यथावद्वक्तुमर्हसि इति तद्वचनं श्रुत्वा विप्रः प्रोवाच सादरं चतुर्थ्यङ्गारकदिने यदा भवति दानव मृदास्नानं तदा कुर्यात् पद्मरागविभूषितः अग्निर्मूर्धादिवो मन्त्रं जपे स्नाद उदङ्मुखः गन्धमाल्यादिकं सर्वं तथैव विनिवेशयेत् सुवर्णशृङ्गां कपिलामथार्च्य रौप्यैः कुरैः कांस्यदोहां सवस्त्रां धुरन्धरं रक्तघुरं च सौम्यं धान्यानि सप्ताम्बरसंयुतानि अङ्गुष्ठमात्रं पुरुषं तथैव सौवर्णमाप्यायद बाहुदण्डं चतुर्भुजं हेममयं च ताम्रपात्रे गुडस्योपरि सर्पियुक्तं सामस्वरज्ञाय जितेन्द्रियाय वाग्रूपशीलान्वयसंयुधाय दातव्यमेतत्सकलं द्विजाय कुटुम्बिने नैव तु दम्भयुक्ते भूमिपुत्रमहाभाग स्वेदोद्भव पिनाकिनः रूपार्थित्वं प्रपन्नोऽहं गृहाणार्घ्यं नमोऽस्तु ते मन्त्रेणानेन दत्त्वार्घ्यं रक्तचन्दनवारिणा तयोर्चयेद्विप्रवरं रक्तमाल्याम्बरादिभिः दद्यात्तेनैव मन्त्रेण भौमं गोमिधुनान्वितम् शय्यां च शक्ति मां दद्यात् सर्वोपस्करसंयुतं यद्यदिष्टतमं लोके यश्चास्य दयितं गृहे तत्तद्गुणवदे देयं दत्तस्याक्षयमिच्छदा ततः प्रदक्षिणं कृत्वा विसृज्य द्विजसत्तमं नक्तं क्षीराशनं कुर्यादेवं चाङ्गारकाष्टकम् चतुरो वादवादस्य यत्पुण्यं तद्वदामि ते रूपसौभाग्यसम्पन्नः पुमान् जन्मनि जन्मनि विष्णौ वाध शिवे भक्तः सप्तद्वीपाधिपो भवेद् सप्तकल्पसहस्राणि रुद्रलोके महीयते तस्मात्त्वमपि दैत्येन्द्रव्रतमेदत्समाचर इत्येवमुक्तो भुगुनन्दनेन चकार सर्वं व्रतमेव दैत्यः त्वं चापि राजन् कुरु सर्वमेदद्यदोक्षयं वेदविदो वदन्ति शृणोति यश्चैनमनन्यचेदास्तस्यापि सर्वं भगवान् विधत्ते इति श्रीपद्मपुराणे प्रथमे सृष्टिखण्डे अङ्गारकचतुर्थी व्रतं नाम चतुर्विंशोऽध्यायः ओ